गतवर्गे अडादिगणीय आकारान्तधातूनां विषये अस्माकं चर्चा समाप्ता. तत्र सामान्यतया किमपि कार्यं नास्ति, केवलं प्रत्ययेषु किञ्चित् भिन्नकार्यं भवति. लङ्लकारस्य प्रथमपुरुषबहुवचनस्य प्रत्ययः अस्ति लङ्घः शाकटायनस्य एव. तत्र विकल्पेन अन् अथवा उः इति भवति. तदनन्तरं विकल्पेन अन् अथवा उः भवति अतः रूपद्वयं भवति. तदनन्तरम् उः यदा अस्ति तथा उस्य पदान्तात् इति सूत्रेण पूर्वपरयोः स्थाने एकं पररूपं भवति इति उस्य पदान्तदस्ति. तर्हि तत्तु अस्ति. तत्र गतवर्गे तत्र तदनन्तरं तत्र विशेषधातुः अस्ति दरिद्रा. दरिद्रामध्ये अपि तत्र दरिद्रामध्ये अपि प्रत्ययस्य कार्यं भवति. तत्र प्रथमं तु जक्षित्यादयः षट् इति सूत्रेण दरिद्रा इति तस्य अभ्यस्तसंज्ञा भवति. तदनन्तरम् अभ्यस्तधातु अस्ति तर्हि तस्य कृते किं भवति, प्रथमं तु अदभ्यस्तात् इति सूत्रेण सूत्रम् अस्ति यत् झोन्त इति सूत्रस्य अपवादः भवति. झोन्तः इति सूत्रं किं वदति, तत्र झी स्थाने तत्र झकारस्थाने अन्त् भवति अतः लटि अन्ति लोटि अन्तु इति भवति. परन्तु अदभ्यस्तादि सूत्रं वदति यत् अभ्यस्तधातुः अस्ति चेत् झकारस्य स्थाने अत् इति भवति न तु अन्त्. तर्हि प्रथमं तु दरिद्रा कृते लट् प्रथमपुरुषबहुवचने अन्ति नास्ति अपि तु अति. तथैव लोट् प्रथमपुरुषबहुवचने अन्तु नास्ति अपि तु अतु. तदनन्तरम् अस्ति यत् सिजभ्यस्तविधिभ्यश्च इति सूत्रेण अभ्यस्तधातुः अस्ति चेत् लङ्लकार प्रथमपुरुषबहुवचने नित्य उः इति भवति, अन्न भवति अपि तु उः, अन्न भवति अपि तु उः भवति. तत्र गतवर्गे एकः प्रश्नः आसीत् अत्र लङ्घः शाकटायनस्यैव इति सूत्रेण उः यत् अस्ति जुस् यद् भवति तत् जुस् विकल्पेन भवति वा इति अस्ति. तत्र प्रश्नः समीचीनः आसीत्, मया अपि पृष्टवान् अहमपि पृष्टवान् तत्र. परन्तु वदन्ति यत् अत्र अभ्यस्त अस्ति अतः सिजभ्यस्तविधिभ्यश्च इति सूत्रेण नित्यमेव भवति इति वदति. तर्हि तत्र क्लेशः तु अस्ति, मम अपि अस्ति, परन्तु अभ्यस्त इति कारणेन तत्र दरिद्रा अभ्यस्त अस्ति इति कारणेन उः नित्यम् एव भवति न तु विकल्पेन. तर्हि तत्र नित्यम् इति अस्ति चेत् उः इति भवति. तदनन्तरं तत्तु प्रत्ययमध्ये प्रत्ययमध्ये परिवर्तनं भवति, अङ्गे अपि परिवर्तनं भवति दरिद्रामध्ये. तर्हि तत्र दरिद्रामध्ये मीना महोदय प्रत्ययः पित् अस्ति चेत् किं भवति? मीना महोदय अस्ति वा? अरुणा महोदय किं पठनीयं महोदय? पित् प्रत्यय अस्ति चेत् दरिद्रा मध्ये किं कार्यं भवति? इदानीमहमस्मि महोदय. अनन्तरं वदतु अरुणा महोदय. प्रथमं साभ्यस्तयोरातः महोदय. पित् प्रत्ययः अस्ति चेत् किमपि कार्यं भवति वा? टिप् अस्ति न महोदय, अजाद्य हलाद्य पित् अस्ति अत्र केवलं न कार्यं भवति. किमर्थम्? प्रत्ययपित् अस्ति चेत् किं कार्यं भवति? सन्धिकार्यं महोदय. गुणस्य प्रसक्ति नास्ति खलु अत्र, इगन्त नास्ति धातु, इगन्तं नास्ति, एकपदमपि नास्ति, सरलमेव अस्ति खलु, किमर्थं न जानाति. अत्र दरिद्रा मध्ये पित् प्रत्ययः अस्ति चेत् किमपि कार्यं न भवति. हलादिपित् अस्ति चेत् केवलं वर्णमेलनम्, अजादिपित् अस्ति चेत् केवलं सन्धिकार्यम् अस्तु. तदनन्तरं मीना महोदय हलादि अपित् अस्ति चेत् किम् अजादि अपित् अस्ति चेत् किं भवति? अजादि अपित् अजादि अपि कुत्र भवति? कुत्रापि भवति, दरिद्रा कृते अजादि अपित् प्रत्ययः अस्ति चेत् किं कार्यं भवति? अदभ्यस्तात् अङ्गात् प्रत्ययः तु प्रत्ययमध्ये भवति. अहं वदामि दरिद्रधातुमध्ये किं कार्यं भवति? दरिद्रा योगः अन्ति जेर्जूस् कारणेन अति भवति, अति भवति. स्नाभ्यस्तयो अतः लोपः दरिद्रति इति भवति. किं भवति? स्नाभ्यस्तयोः आतः लोपः, दरिद्रा आकारः लोपः दरिद्रति इति भवति. सम्यक्. तर्हि अजादि अपि अस्ति चेत् दरिद्रा आकारस्य लोपः भवति स्नाभ्यस्तयोरातः इति सूत्रेण. अस्तु, अग्रे. तदनन्तरं मदर् महोदय अस्ति खलु, अपि चेत् किं भवति? दरिद्रा दातु इति वा? हलादि अपित् अस्ति चेत् इद् दरिद्रस्य इति सूत्रेण अकारस्थाने इकार आदेशः भवति महोदय. सत्यं, सम्यक्. तर्हि हलादि अपित् अस्ति चेत् इद् दरिद्रस्य इति सूत्रेण दरिद्रा धातोः आकारस्य स्थाने ह्रस्व इकारः भवति. तर्हि दरिद्रा योगः तः दरिद्रितः इति अस्ति. तर्हि इति सर्वम् अस्माभिः गतरविवासरे पठितम्. इदानीं नूतनविषयः अस्ति इकारान्त इकारान्त धातवः. तत्र इकारान्त इकारधातवानां कृते कार्यं कथं भवति इति इदानीं वयं पठामः. मीना महोदय पठतु. इकारान्तदातवः ईकारान्तदातवः च सप्तदातवः इन् इक् इन् ईं दीभिङ् वेवीङ् इन् गतौ इति धातुः. हलादिपित्सु गणः ई योगः ति गुणः गुणः ई योगः ति इत्युक्ते एति इति गुणः भवति, एति इति भवति. अजादि अजादिपित्सु गुणः गुण केन सूत्रं भवति? इकः सार्धधातु एव. अजादिपित्सु गुणः अयादेशः ई योगः आनि ए योगः आनि ऐ योगः आनि अयानि ई योगः आनि ए योगः आनि गुणः भवति सार्धात्मकयोः. ए योगः आनि ए च अयवः इति ऐ योगः आनि अयानि इति अन्तिमरूपम्. हलादि अपित्सु निति च गुणनिषेधः भवति. ई योगः इतः एव निष्पद्यते. अजाद्यपित्सु निति च गुणनिषेधः अपित् इति कारणेन अचिष्णुध्रुवां यो इवङौ इत्यस्य प्रसक्तिः अस्ति. अनेन इयङ् आदेशः भवति स्म, परन्तु इदं सूत्रं प्रपाद्य इणो यङ् इत्यनेन यन् आदेशः ई योगः अन्ति यन्ति इति भवति. साधारणतया अपित्सु अजादिपित्स अपित्सु गुणनिषेधः भवति अपित् इति कारणात्, परन्तु अचिष्णु धातु ब्रुवां यो यङौ इत्यस्य प्रसक्तिः साधारणतया अस्ति. अत्र इनो यन् इति सूत्रेण यन् आदेशः तत्प्रभात्य यन् आदेशः ई योगः अन्ति यन्ति इति भवति. तर्हि अत्र अत्र विशेषकार्यं केवलम् अजादि अपित्सु कृते अस्ति. अस्माभिः पठितं खलु यत्र धातु इकारान्त अस्ति, तदनन्तरं यदि अच् प्रत्ययः अस्ति तत्र सर्वसामान्यसूत्रं किम् अस्ति? सर्वसामान्यं किमस्ति? इकारः अस्ति, तदनन्तरम् अकारः अस्ति, अचोरणम् अस्ति, तत्तु सर्वसामान्यसूत्रं. परन्तु अत्र अङ्गकार्यस्य बलम् अस्ति अपि तु परसूत्रत्वात् अत्र यदा प्रत्ययः अस्ति अजादिप्रत्ययः अस्ति तर्हि अचिष्णु धातु ब्रुवां युवोर्यङ् उवङ्गौ इति सूत्रम् आगच्छति. तदनन्तरम् अचिष्णु धातु ब्रुवां युवोर्यङ् उवङ्गौ तस्य अग्रे अनन्तरं सूत्रम् अस्ति सार्वधातुक आर्धातुकयोः परसूत्रं भवति. तर्हि यत्र यत्र गुणस्य प्रसक्तिः भवति तत्र तत्र परसूत्रत्वात् सार्वधातुक आर्धातुकयोः इति सूत्रेण गुणकार्यं भवति. परन्तु यदि गुणस्य निषेधः अस्ति निति च इति सूत्रेण वा अथवा किमपि अन्यसूत्रेण वा तर्हि तत्र सामान्यतया इकोयणचि तत्प्रबाध्य अचिष्णु धातु ब्रुवां युवोर्यम् उवङ्गौ इति सूत्रेण अजादिप्रत्ययपरे अस्ति चेत् इकारान्त धातोः इयङ् आदेशः भवति इति सामान्यकार्यमस्ति यथा यदा गुणः न भवति. परन्तु तस्य अपि सूत्रस्य बहवः अपवादाः सन्ति. तेषु एकः अपवादः अस्ति इणोयण् तर्हि तत्र एकवारम् अष्टाध्यायीम् उद्घाटयतु सूत्रपाठं तत्र तत्र अस्ति षष्ठम अध्याय चतुर्थपादस्य सप्तसप्ततितमं सूत्रं 6477. अचिष्णु धातु ब्रुवां युवोर्यङ् उवङ्गौ इति सामान्यसूत्रमस्ति. अजादिप्रत्यये परे अस्ति चेत् इकारान्त उकारधातूनां किं कार्यं भवति. तदनन्तरं 6481 अस्ति इणोयण् तस्मिन्नेव प्रकरणे अस्ति इणोयण् इणोयण् इति सूत्रं वदति यत् इण् धातु अस्ति तर्हि अत्र इयङ् आदेशः न भवति अजादिप्रत्ययपरे अस्ति चेत् अपि तु यण् आदेशः भवति. यण् मध्ये इकारस्य स्थाने अन्तर्तमः इति सूत्रेण यकारः भवति तर्हि इयङ् न भवति अपि तु यण् य इति भवति. तस्मादेव सूत्रम् अनन्तरमस्ति एरणेकाचो असंयोगपूर्वस्य तदपि अचिष्णु धातु ब्रुवाम् इति सूत्रस्य अपवादः अस्ति. तत् सूत्रं किमपि अन्यत् वदति तद् वयम् अग्रे पठामः. तर्हि अत्र तदनन्तरं 6487 अस्ति हुष्णुवोः सार्वधातुके इति सूत्रं हु अथवा श्नु प्रत्यान्त अङ्गम् अस्ति अपि च असंयोगपूर्व अस्ति चेत् उवङ्ग् आदेश न भूत्वा यण् आदेश वदति. तर्हि इणोयण् ऐरनेकाचो संयोगपूर्वस्य हुष्णवोः सार्वधातुके इति सूत्रत्रयं वस्तुतः अचिष्णु धातु ब्रुवां युवोर्यन् उवङ्गौ इति सूत्रस्य अपवादाः सन्ति. यत्र यत्र अपवादानां कार्यं भवति तत्र तत्र अपवादस्य एव कार्यं करणीयम्. यत्र यत्र अपवादस्य प्रसक्तिः नास्ति तत्र सामान्यरूपेण अचिष्णु धातु ब्रुवाम् इति सूत्रेण इयङ् उवङ्ग् आदेशः भवति. तर्हि अत्र इण् धातु अस्ति खलु इण् धातु अस्ति अतः अत्र अजादिप्रत्ययपरे अस्ति चेत् अजादि अपित् प्रत्ययः अस्ति चेत् अचिष्णु धातु ब्रुवाम् इति सूत्रेण इयङ् न भूत्वा इनोयण् इति सूत्रेण यकारः भवति इति एव अस्ति नूतनकार्यम्. अन्यथा इण् मध्ये किमपि नूतनं नास्ति. सर्वे अवगच्छन्ति वा? आं महोदय. अस्तु पठतु महोदय. अजादिषु पित्सु अचिष्णु धातु ब्रुवां युवयङ्गौ इत्यस्य प्रसक्तिः तत् प्रबाद्य इणोयन् पुनः तत् प्रबाद्य परत्वात् सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यस्य प्राप्तिः. प्रथमं तत्र वस्तुतः इणोयण् यत् अस्ति तत् सूत्रे लिखितं नास्ति खलु केवलं कित्वित् प्रत्ययपरे अस्ति चेत् तस्य कार्यं सर्वत्र भवति प्रसक्ति सर्वत्र भवति. परन्तु यत्र प्रत्ययपित् अस्ति तत्र सार्वधातुकार्धातुकयोः इति सूत्रस्य परत्वात् गुणः भवति. अतः फलतः अर्थः अस्ति यत् यत्र गुणस्य प्रसक्तिः नास्ति तत्र एव इणोयण् इति सूत्रं कार्यं करोति. अजादि अपित्सु सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु अपित्वात् सार्वधात्म अपित् इति सूत्रेण ङित्वत् तदा ङिति च इत्यनेन गुणनिषेधः, तदा अचिष्णुधातु ब्रुवां यो यङौ इत्यनेन इयङ् आदेशः, तत् प्रभाते इनो यन् इत्यनेन गुणः प्राप्तिः. अजादि अपित् इति कारणात् सार्वधातुकार्धधातुकयोः इति अजादि अपित्सु सार्वधातुकार्धधातुक गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु अपित् अपित् इति कारणात् अपि अपि इति कारणात् मित्वत् भवति, तस्मात् किति इति सूत्रेण गुणनिषेधः भवति. तदनन्तरम् अचिष्णुधातु ब्रुवाम् इति यो यङौ इत्यनेन इयङ् इयङ् आदेशः, तत् प्रभाद्य इनो यन् इत्यनेन यणः प्राप्तिः, इकारस्य स्थाने यकारः प्राप्तिः भवति, इयं प्रभाद्य यन् भवति. सर्वे आगच्छन्ति वा? किमस्ति, अग्रे पठामि वा? न, धन्यवादः. प्रश्नः अस्ति वा कस्यापि? न महोदय. अन्ये सम्यक् एव अस्ति जि, प्रश्नः नास्ति. एतादृशं कार्यं भवति. अस्तु, तर्हि इदानीम् अग्रे पठामः. अचिष्णुधातुभ्रुवां युवोर्यङ् उवङ्गौ इति तु वयं जानीमः किमस्ति. तत्र अचिष्णुधातुभ्रुवां युवोर्यङ् उवङ्गौ इति तु सूत्रम् अस्माभिः पठितं सूत्रम् अस्ति. तत्र किमस्ति, श्नु प्रत्ययान्त अङ्गं यथा स्वादिगणे अस्ति, इकारान्त उकारधातु अङ्गम् अस्ति, अपि च भूप्रातिपदिक अस्ति चेत् येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् आदेशः भवति अजादिप्रत्ययपरे इति तु अस्माभिः पूर्वमेव पठितं. तर्हि किमपि नास्ति. इदम् इदानीम् इनो यण् इति सूत्रमस्ति. अरुणा महोदय पठतु. इन् धातोः यन् आदेशः भवति अजादिप्रत्यये परे. इणः सत्यं षष्ठन्तं यन् प्रथमान्तं द्वितीयपदमिदं सूत्रम् अचिष्णुधातु ब्रुवां यो युवाङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् इणः अङ्गस्य यन् अचि सूत्रमस्ति. इनो यन् षष्टमध्याये चतुर्थपादे एक अष्टषष्टि दातु सूत्रमस्ति. इन् धातोः यन् आदेशः भवति अजादिप्रत्यये परे. अत्र अजादि अपित्वा न दत्तं, केवलम् अजादिप्रत्यये परे. अनुवृत्तिसहितसूत्रम् अङ्गस्य अधिकारी अस्ति चेत् इणः अङ्गस्य यन् निमित्तमस्ति अचिपरे. अजादि प्रत्यये परे अस्ति चेत् इन् स्थाने यण् भवति. यण् इत्युक्ते किं महोदय? यन् प्रत्याहार, यन् प्रत्याहार अत्र या वा रा ल. तर्हि अत्र यण् प्रत्याहारस्य अस्ति, परन्तु वस्तुतः इकारस्य इन् मध्ये केवलम् इकारः तिष्ठति खलु. तत्र इकारस्य स्थाने किम् आगच्छति? यकारः आगच्छति. तत्र यण् प्रत्याहारस्य य वर्ण. तर्हि इ इति धातु अस्ति, इ इति धातुरूपी अङ्गम् अस्ति चेत् तस्य इकारस्य स्थाने यकारः आगच्छति अच् प्रत्ययपरे अस्ति चेत्. अत्र सूत्रे किमपि लिखितं नास्ति, यथा महोदया उक्तं पित्सु अपित्सु किमपि नास्ति, तर्हि सर्वत्र प्रसक्तिः भवति. परन्तु यथा पूर्वं पठितं, पित् अस्ति चेत् परसूत्रत्वात् सार्वधातुकार्धातुकयोः इति सूत्रेण गुणकार्यं भवति. पित् नास्ति चेत् निति च इति सूत्रेण गुणनिषेधः भवति, गुणनिषेधः भवति ततः अत अत्र अतः तत्र इनोयण् इति सूत्रस्य कार्यं भूत्वा इकारस्थाने यकारः आगच्छति। अस्तु अग्रे लङ्गि लङ्गि अडाजादीनां लङि अजादिधातुरूपी अङ्गस्य आट् आगमो भवति, सदमम् अङ्गकार्यं तदा एव आगमः सन्धिकार्यं च। अत्र लङ्लकारे अडाजादीनाम् इति सूत्रेण अजादिधातु अस्ति चेत् अङ्गस्य आट् आगमः भवति, प्रथमम् अङ्गकार्यं कृत्वा तदनन्तरमेव आगम सन्धिकार्यं करणीयम्। तत्र ईष् ईष् धातुः अस्ति खलु, तत्र तस्य किमस्ति लङ्लकारे ऐच्छत् भवति खलु, ऐच्छत् तत्र आडागमः भवति, तदनन्तरम् आयोगः इ तत्र वृद्धिः भूत्वा आटश्च इति सूत्रेण ऐ इति भवति। तथैव अत्र अपि इनुयण् अस्ति खलु, इकारः अस्ति, धातु इकारादि अस्ति, इकारादि अस्ति अतः तत्र अजादि अस्ति अतः तत्र लङ्लकारे आकारः आगच्छति, न तु अकार दीर्घ आकारः आगच्छति। अग्रे अग्रे आटश्च अन्यसूत्रमस्ति, आडगम् आडगम् आडगम् आडगम आगमात् अचिपरे पूर्वपरयोः वृद्धिः एकादेशो भवति, तदेव भवान् आट आगमात् अस्ति चेत् वृद्धिः भवति, अचिपरे पूर्वपरयोः वृद्धिक आदेशः भवति, तदेव ऐष् धातु ऐष् भवति। अस्तु इदमपि अस्माभिः पठितम्। अग्रे अत्र अवधेयं यत् कार्यस्य एकः क्रमः वर्तते, तं कार्यक्रमम् आधारीकृत्य प्रक्रिया प्रवर्तनीया, लङ् लङि आगमः आडागमः च किङ् निमित्तम् अङ्गकार्यं लङि आडागमे सति बुद्धिकार्यं किङ् प्रत्यययोजनं तत् शब्दसन्धिकार्यं, तदेव जानीमः क्रम कथं भवति लङ्लकारे इति चेत् प्रथमम् आगम आडागमः पदम् आगच्छति, तदनन्तरं तिङ्निमित्तम् अङ्गकार्यं, तदनन्तरम् आदागमे सति वृद्धिकार्यं, चतुर्थ क्रमः सोपानं तिङ्प्रत्यययोजनं तशब्दसन्धिकार्यं। तर्हि लङ्लकारे एकः क्रमः अस्ति, क्रमः एव अनुसरणीयः। तत्र प्रथमं तु लङ्लकारे धातुयोगः लङ् इति अस्ति खलु, विवक्षा अस्ति, धातुयोगः लङ्। तर्हि लङ् अस्ति अतः लङ् लुङ् लृङ् षु अड् उदात्तः अथवा आड् अजादीनाम् इति सूत्रेण लङ् अस्ति, तत्र एव प्रथमं तु अट् अथवा आड् आगमः करणीयः। तर्हि धातुयोगः लङ् तत्र भवति अ अथवा आ योगः धातुः योगः लङ्। लङ्गस्य लावस्थायां लकारस्य अवस्थायाम् एव तत्र अट् अथवा अडागमः करणीयः। तर्हि लङ्गस्ति अतः अडागमः साक्षात् आगच्छति, अ अथवा आ योगः धातुयोगः लङ्। तदनन्तरं तिक्तर्चि सिप्तस्थ इति सूत्रेण लङ्गस्थाने प्रत्ययः आगच्छति, अयोगः आयोगः धातुयोगः तिप्रत्ययः। इदानीं तिप्रत्ययस्य कारणेन धातुमध्ये यत्किमपि अङ्गकार्यं करणीयं तत् अङ्गकार्यं भवति। तर्हि अयोगः आयोगः अङ्गकार्यानन्तरं धातुः अङ्गं योगः तिप्रत्ययः, तदनन्तरं सर्वत्र मेलनं करणीयम्। अडागमस्य अडागमस्य धातुसह मेलनं, धातु धातोः तिप्रत्ययसह मेलनं, तदनन्तरं सर्वत्र मेलनं, नो चेत् सन्धिकार्यं करणीयम् इति क्रमः अस्ति। इति क्रमः एव अनुसरणीयः। इति क्रमः अनुसरणीयः कथम्, इति क्रमः कथम् आगच्छति, क्रमस्य पालनं न भवति चेत् किं का हानिः भवति इति सर्वम् अग्रे आगच्छति, अद्य एव आगच्छति। परन्तु इदानीं चिन्तयतु यत् इति एव क्रमः अस्ति लङ्लकारे. अस्तु, इदानीं रूपाणि रूपाणि कुर्मः. तत्र लट् लोट् लङ् विधिलिङ्गि इन् धातुः. इन् धातु मध्ये केवलम् इ अवशिष्यते, परस्मैपदी अस्ति, अदादिगणी. तर्हि अस्तु, इदानीं विजया महोदय करोति वा अथवा शृणोति? शृणोति प्राय. रघुपतिमहोदय करोतु लट्. हा महोदय, लट् ईयोग टि अत्र टिप् अस्ति, ईयोग टिप् अस्ति, इकः अङ्गः अस्ति, अतः सार्धत्कालत्वम् इत्यनेन गुणः भवति, अतः ए भवति, ए टि इति रूपम्. ईयोगतः इति अस्ति, अत्र किमपि कार्यं नास्ति, अपित् अस्ति, अतः इतः एव रूपमस्ति, इतः. ईयोग अन्ति, अत्र ईयोग अन्ति, अत्र स्नाभ्य ईयोग अन्ति खलु. अस्तु, अत्र इयङ् अचिष्णुदात्तपुराङ् इयङ् वङ् आदेशः भवितुमर्हति. तत् प्रभादे इनो यण् इति वयं पठितवन्तः इदानीम्, अतः यणादेशः, अतः इकारस्य स्थाने यकारः भवति. अय्ययोग अन्ति, यकारयोग अन्ति, यन्ति इति रूपं. मध्यमपुरुषे ईयोग सिप् पित् अस्ति, अतः ए भवति, ए सि आदेशप्रत्ययेन. अत्र सकारस्य शत्वं भवति, एषि इति रूपम्. अग्रे तः इति अस्ति, अपित् अस्ति, ईयोगतः, इतः इति भवति. ईयोगर्थ तत्रापि किमपि कार्यं नास्ति, अपित् अस्ति, अतः इथ. ईयोग मि अत्र, ईयोग मि अस्ति, अत्र ए ए इति गुणः, मिप् अस्ति, अतः गुणः भवितुमर्हति, गुण एमि इति रूपम्. वः मः इति एते एतौ द्वौ अपित् स्तः, अतः गुणः किमपि नास्ति अत्र, इवः इमः इति रूपाणि. सम्यक्. तर्हि एति इतः यन्ति, एषि इतः इथ, एमि इवः इमः इति भवति. सर्वे अवगच्छन्ति खलु? अस्तु, अग्रे विधि महोदय लोट्. आं महोदय, लोट् तु तात् इति प्रथमपुरुष एकवचनं प्रत्ययः अस्ति. ई योगः तु अत्र गुणकार्यं सार्वधातुः धातुः इति सूत्रेण गुणकार्यं. एतु इति रूपम्, एतु तत्र एतु इतात् इति अन्यरूपम्. तात् मध्ये गुणकार्यं न भवति, न महोदय. तात् ङित् अतः अपित् अस्ति, इतात् इति गुणकार्यं भवितुं न अर्हति. ये द्विवचने ताम् इति प्रत्यय ईयोगः ताम् इताम् अत्रापि अन्यकार्यं नास्ति, वर्णमेलनम् एव इताम् इति रूपम्. तदनन्तरं अन्तु इति अचादिप्रत्यय प्रत्ययः अस्ति. ईयोगः अन्तु अत्र इणो यण् इति सूत्रेण इकारं यकारं भवति महोदय. इणो यण् इति सूत्रमेव कार्यं करोति. यन्तु इति अन्तिमरूपं. तदनन्तरम् उत्तमपुरुष एकवचनं ई योगः हि इति रूपम्. तदनन्तरम् इतात् एव पूर्वमेव दृष्टम्. तदनन्तरम् ईयोगः तम् इतं वर्णमेलनम् एव महोदय, कार्यं नास्ति. तदनन्तरम् इत इति रूपम् अत्रापि किमपि सूत्रं नास्ति, वर्णमेलनमेव. इत इति मध्यमपुरुष, इत इति रूपम् एक बहुवचनं. तदनन्तरम् उत्तमपुरुष एकवचनं आनि. आनि अत्र ई योगः अत्र ई योगः ई योगः ये भवति ये भवति किल इनो यन् इति सूत्रं महोदय. पित् अस्ति वा अपित् अस्ति वा? पित् अस्ति अतः गुणकार्यम् आम् इको यन् अस्ति वा महोदय? गुणकार्यं खलु सार्वधातुक अर्थधातुकयोः. आम् आम् तदनन्तरं ये योगानि अत्र येचो वयाः इति सूत्रेण अया इति अयति. तर्हि किं भवति? अयानि इति. अयानि अयानि उत्तमपुरुष एकवचनम् अयानि. उत्तमपुरुष द्विवचनम् अयाव अयाम. तद्वत् एव महोदय. सम्यक् बहु सम्यक्. एतु इतात् इतां यन्तु इहि इतात् इत्तम् इत अयानि अयाव अयाम. तर्हि एतेषां रूपाणां वाक्येषु अपि प्रयोगं करोतु, येन तत्र मस्तिष्के रूपाणि स्थापितानि भवन्ति. तत्र सः एतु इत्युक्ते किं? गच्छति खलु. गम् गतौ अस्ति खलु धातु. धातोः अर्थः गच्छतौ. वयं वदामः खलु सः गच्छतु, तौ गच्छतां, ते गच्छन्तु. तर्हि तदा न करोतु. सः एतु, तौ इतां, ते यन्तु, त्वं. सामान्यतः वयं ये ई गत इन् गतौ इति उपयोगं न करोति. इदानीं रूपाणि जानाति खलु, सः करोतु. आम् तत्र भाषायामपि तत्र किं तत्र सौन्दर्यं वर्तते खलु. सर्वदा गच्छतु किमर्थं करणीयं? तत्र सरलं भवति. सरलम् एतु अपि अस्ति सरलम्. इदानीम् एकवारं रूपाणि जानन्ति, तत्र गच्छतु एतु किम्? उभयं सरलमेव अस्ति, किमपि नास्ति. अतः करोतु. तत्र किमपि काव्यमस्ति, तत्र लाघवस्य आवश्यकता अस्ति, तर्हि गच्छतु पदस्य अपेक्षया एतु लघु अस्ति. एतु, त्वम् इहि, अर्थावगमनं न भवति खलु महोदय. परन्तु अर्थावगमनः तत्र कृते आडियन्स् कः अस्ति इति अस्ति, परन्तु भवान् जानाति खलु. तत्र भवती किमपि रचयति चेत्, भवान् किमपि रचयति चेत्, तत्र काव्य अथवा पद्यं गद्यं किमपि तत्र भवति करोतु. तत्र ये जनाः शब्दकोशं पठन्ति. सर्वे यदि सरलम् इति कृत्वा कुर्वन्ति, तर्हि कोऽपि नूतनं किमपि न जानाति खलु. नूतनं how will people know new things if keep on doing the same? असौ अत्र ये तु श्लोकायां सन्ति, श्लोकायां सर्वत्र सन्ति. अस्तु अस्ति. आपणे तत्र पुत्रः अस्ति अथवा कोऽपि अस्ति चेत् आपणं गच्छतु इदानीमपि अस्ति, इदपि अस्ति, अथवा आपणम् एतु इति अपि करोतु, आपणम् इतात् अपि करोतु. बहुत्र तत्र बहु बहु बहुविधम् अस्ति. अस्तु, इदानीं लङ्लकारः. लङ्लकारे मल्लरमहोदय करोतु. आं महोदय, लङ्लकार अडाज आड् जातीनाम् इति सूत्रेण आकारः आगच्छति. आ योगः ई योगः तकारः अस्ति. आयोगः इयो आट् आट च इति सूत्रेण एकनिमिष. अस्माकं क्रमः किमस्ति? प्रथमं तु आड् आगमः, तदनन्तरम् अङ्गकार्यम्. अङ्गकार्यम् ई योगः तकारः अत्र पित् अस्ति, अतः येत् आयोगः इदानीं सन्धिकरणीया अथवा वर्णमेव इदानीं करोतु. आयोगः ए योगः त किं भवति? आटच इति सूत्रेण वृद्धिः भवति. ऐ ऐ ऐत् ऐत् ऐत् अनन्तरम् आयोगः ई योगः ताम् आयोगः योगः ताम् अत्र वर्णमेलं प्रथमं तु वदतु. अङ्गकार्यं किमपि अस्ति वा? नास्ति महोदय, अपित् अस्ति. अतः सन्धि करोतु. किं भवति? एताम् आयोगः इ केन सूत्रेण किं भवति? आयोगः गुण यन् गुणसन्धि इदानीमेव वदति खलु. आडागम अस्ति चेत् केन सूत्रेण सन्धि भवति? वृद्धि वृद्धिसन्धि भवति. आट च तर्हि किं भवति? अतः एताम् एताम् एताम् ऐताम् ऐतां क्षम्यतां महोदय. ई योगः ताम् अत्र आडगम अत्र आकारः सामान्य आकारः नास्ति, आडगम आडगमस्य कृते विशेषसूत्रेण आटश्च इति सूत्रेण आयोगः ई गुणसन्धिः न भवति, अपि तु वृद्धिः भवति. तर्हि आयोगः ई योगः ताम् एतां न अपि तु ऐताम् ऐताम् प्रथमपुरुषे अपि ऐ द्विवचने ऐ द्विवचने ऐताम् अनन्तरम् आयोगः ई योगः अन् अत्र अत्रापि वृद्धिः सन्धि भवति महोदय, अपित् अस्ति अतः गुणकार्यं न भवति. अन्य किमपि अङ्गकार्यं भवति वा? इनो इनो यनः इति यन् भवति. आयोगः यकारः योगः अन् प्रथमं योगः अन् अन् प्रथमं वृद्धिः भवति महोदय, अतः हलादि अस्ति. वर्णमेलनमेव वर्णमेलनम् आयन् एकवारं यकारः आगच्छति तदनन्तरम् आटष्टसूत्रस्य प्रसक्तिः एव नास्ति खलु? आम् महोदय, आम् आयन् आयन् तर्हि प्रथमम् आडागमः, तदनन्तरम् ई योगः अन्, अङ्गकार्यं भवति इकारस्य स्थाने यकारः. इदानीम् आकारस्य अनन्तरम् अच्वर्णः नास्ति, यकारवर्णः अस्ति, अतः तत्र आटश्च सूत्रस्य प्रसक्तिः एव न अवशिष्यति. वर्णमेलनम् आयन् आयोगः इयोगः सकारः अत्र पित् अस्ति अतः आयोगः ये योगः सकारः अत्र एस् ऐस् ऐस् ऐस् तदनन्तरं शकारः पदान्ते अस्ति आदेशप्रत्ययोः इति सूत्रेण शकारः तत्पूर्वं सकारः पदान्ते अस्ति खलु सकारः पदान्ते अस्ति आं महोदय सशशुजोरुः इति सूत्रेण रु आदेशः भवति तदनन्तरं करावसावनयो विसर्जनीय इति सूत्रेण विसर्गः आदेशः भवति ऐषः ऐः वा ऐः अनन्तरम् आयोगः इयोगः तम् अत्र वर्णमेलनमस्ति महोदय ऐ वर्णमेलनं नास्ति सन्धि अपि अस्ति सन्धि इनो यनः इति भवति महोदय अत्र तम् अजादि अस्ति वा हलादि अस्ति हलादि अपित् अतः इन् इतम् अरे आडगम अस्ति खलु पूर्वे आं महोदय अत्र ऐतम् ऐतम् आयोगः इयोगः त ऐत अत्र तदानीम् आयोगः इयोगः अम् अत्र गुणकार्यम् आयोगः एयोगः अम् आयोगः एन् इनो यनः इति कार्यं न महोदय आयोगः एयोगः अम् एयोगः अन् अतः गुणकार्यम् इकारः एकारः भवति इदानीं करोतु ऐ आम् सन्धि करोतु खलु आय आयं महोदय आयम् आयम् आयम् आयम् आयम् आयोगः ऐ इति आटश्च इति सूत्रेण वृद्धि ऐ योगः इति सूत्रेण एत्रयवायावः आयम् एचोयवायाद् आयम् आम् आयम् आयम् आयोगः इयोगः वा अत्र यात्रा अपि अस्ति अतः ऐ ऐव ऐव महोदय ऐव ऐम ऐम ऐ ऐ ऐ ता आयन् ऐषः ऐह शः कुत्र आगच्छति न महोदय ऐह ऐह ऐतम् ऐतम् ऐत आयाम् आयम् आयम् आयम् अकारः अस्ति आयम् अनन्तरं ऐव ऐम ऐव ऐम ऐव सर्वे आगच्छन्ति वा रूपाणि भवन्ति सूत्राणि न जानन्ति चेत् रूपाणां तत्र रटनं सरलं न भवति अतः इदानीं सूत्राणां महत्त्वं किम् अस्ति इति सर्वे अवगच्छन्ति इति आशा अस्ति तत्र देर् इस् नो वे इन् द वर्ल्ड् वन् केन् रिमेम्बर् दीस् रूप् जस्ट् बै मेमरैसिङ्ग् दट्स् वै सूत्र आर् इम्पार्टेण्ट् सर्वे अवगच्छन्ति लङ्लकारे कथं भवति आं जि अत्र यं मध्ये विनोयनः अनन्तरम् आटः च इति अडाग आकारः लङ् लुङ् लुङ् विजय महोदय इदानीं प्रयत्नं कुर्मः प्रयत्नं करोमि जि गृहपाठं मया न कृतम् अतः एव अहं न अस्तु प्रयत्नं करोमि इत इतां युः इह इतम् इत इयम् इव इमस्ति न अस्तु अस्तु अनुदन्तम् अस्तु अस्तु यात् यातां युः यात् यातां युः याः यातं यात याव याम याम यावयाम तत्र इकारः योजनेन एकनिमिषं जि तत्र किमर्थं नास्ति तत्र इकारः योजनेन इयात् इयातां युः इयाः इयातं इयात इयाम् इयाव इयाम तत्र कुत्रापि कार्यं नास्ति तत्र वर्णमेलनमेव आम् सत्यम् अत्र गुणकार्यं न भवति यतोहि प्रत्ययः अपित् अस्ति प्रत्ययः अजादि नास्ति अतः इनोयण् न भवति तर्हि प्रत्ययः हलादि पित् अस्ति हलादि पित् अस्ति तर्हि हलादि अपित् अस्ति तर्हि किमपि कार्यं केवलं वर्णमेलनम् इयात् इयातां युः इयाः इयातम् इयात इयाम् इयाव इयाम धन्यवादः इन् धातोः लट् लोट् लङ् विधिलिङ्गि सर्वाणि रूपाणि इदानीं वयं सर्वे जानीमः इन् धातुः समाप्तः किमपि नास्ति केवलम् इनोयण् इति नूतनं कार्यम् अस्ति अजादि अपित् प्रत्ययः अस्ति चेत् इकारस्य स्थाने यकारः भवति अन्यत्र सर्वत्र अस्माकं परिचितं कार्यमेव अस्ति पित् अस्ति चेत् गुणं करणीयं गुणः करणीयः हलादि अपित् अस्ति हलादि अपित् अस्ति चेत् केवलं वर्णमेलनम् अजादि अपित् अस्ति चेत् इकारस्य स्थाने यकारः सरलमस्ति किमपि नास्ति अस्तु तर्हि इदानीम् अग्रे एका अत्र काचित् दीर्घा चर्चा भवति अत्र लङ्लकारप्रथमपुरुषबहुवचनम् इति आयन् इति रूपं वद भवति खलु अत्र आयन् इति रूपे अत्र करपत्रे दीर्घा चर्चा अस्ति तत् चर्चा महत्त्वपूर्णा अस्ति तत्र प्रश्नः आगच्छति आयन् इति रूपं कथं भवति किमर्थम् अस्ति चेत् चिन्तयतु अत्र मल्लन् महोदय किं वदति आ प्रथमम् आ अस्माकं क्रमः किम् अस्ति प्रथमम् आडागमः तदनन्तरम् इकारः तदनन्तरम् अन् परन्तु यदि एतादृशः क्रमः नास्ति चेत् यदि प्रथमः अङ्गकार्यं कुर्मः तर्हि इ योगः अन् तर्हि कोऽपि वदतु इ योगः अन् इति लङ्लकार बहु प्रथमपुरुषबहुवचने इ योगः अन् यदि प्रथमम् अन् अङ्गकार्यं कुर्मः तर्हि किं भवति सूत्रं किमस्ति इनोयन् इति सूत्रेण किं भवति इकारस्य तर्हि इदानीं यकारयोगः अन् अस्ति खलु इदानीं कोऽपि वक्तुं शक्नोति यत् ओ इदानीं तु हलादि भवति धातु अजादि नास्ति अतः आडागमः कुतः आगच्छति अडागमः भवनीयः खलु तत्तु अहं वदामि इति परन्तु यदि कोऽपि क्रमं न जानाति यदि प्रथमं यदि अङ्गकार्यं करोति तदनन्तरम् आगमं करोति तर्हि यकारः आगच्छति इदानीं धातु हलादि हलादि अस्ति चेत् आडजदिनाम् इति सूत्रं नास्ति लुड् लड् ऋङ्क्षु अडुदात्तः इति भवति अयोगः ययोगः अन् भवति रूप भवति अयन् न तु आयन् अत्र दोषपूर्णः भवति खलु इदानीं किं करणीयं तर्कः कः अस्माकं यः क्रमः अस्ति प्रथमम् आडागमः तदनन्तरम् अङ्गकार्यं तदनन्तरं सन्धिकार्यं अथवा वर्णमेलनं तस्य क्रमस्य तर्कः कः तर्कः कः अस्ति किमर्थं प्रथमम् आडागमः भवति नो न तु अङ्गकार्यं तस्य क्रमः किं क्रमस्य तर्कः कः अस्ति इति अग्रे लिखितमस्ति. महत्त्वपूर्णम् अस्ति, अतः दीर्घः अपि अस्ति परन्तु महत्त्वपूर्णः अस्ति. तर्हि इदानीं क्रमशः पठामः. अस्तु, मीना महोदय पठतु. अत्र अत्र प्रश्नः उदेति. आडजादीनां लुङ् लङ् लृङ् च परे चेत् अजादिधातुरूपी अङ्गस्य आट् आगमो भवति. स च अडागमः उदात्तः सम्यकः इति सूत्रं परिचितमस्ति, अतः पूर्णपठनस्य आवश्यकता नास्ति. केवलं प्रथमवाक्यम् अनुवृत्तिसहितसूत्रमेव पठतु. अजादीनाम् अङ्गस्य आड् उदात्तः लुङ् लङ् लृङ्क्षु. लङ् लृङ् इति लकाराः सन्ति चेत् अजादिधातूनाम् आडागमः भवति. आड् महोदय, आड् आगमः अस्ति, अतः धातुः परे आगच्छति वा पूर्वम् आगच्छति? आद्यन्तौ इति सूत्रेण आदौ भवति. तकारः टित् अस्ति, अतः आदौ. अस्तु, तदनन्तरम् आटश्च. आटसूत्रं किं वदति? आटश्च सूत्रम् आडागमात् अचिपरे पूर्वपरयोः वृद्धिरेखादेशः भवति. आटः पञ्चम्यर्थं च पदम्. यत् सूत्रं परिचितमस्ति, सम्पूर्णसूत्रपठनस्य आवश्यकता नास्ति. आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायां. पूर्वपरयोः वृद्धिः भवति. आटश्च अचिपरे पूर्वपरयोः वृद्धिः एकादेशः. अति तर्हि अस्य तर्हि यदि इदं सूत्रं कस्य सूत्रस्य अपवादः? कस्य सूत्रम् अपवादः? इको एनचि इति सूत्रस्य अपवादः. इको एनचि न न न न न न सामान्यतया आयोगः अचवर्णः अस्ति, यथा इकारः उकारः. सामान्यतया किं वदति? इको यन् इनो यन् इति भवति. सन्धिकार्ये आ सामान्यतया आयोगः इ किं भवति? आयोगः ए भवति. केन सूत्रेण आयोगः इ सार्वधातुकार्थसूचकयोः? महोदय, अत्र सन्धिकार्यमस्ति, गुणसन्धिः अस्ति. गुणसन्धिः केन सूत्रः भवति? सामान्यतया गुणसन्धि भवति खलु आद्गुणः इति सूत्रेण. आद्गुणः आयोगः इ आद्गुणः इति भवितव्यं. परन्तु अत्र ऐ भवति, ऐ भवति, वृद्धि भवति. आटश्च इति सूत्रम् आद्गुणस्य अपवादः. अग्रे किं पठितव्यं महोदय? आटश्च इति वा? अग्रे गच्छतु, प्रश्नः उदेति. अत्र प्रश्नः उदेति, लिङ् लङ् लिङ् लृङ्क्षु आड् उदात्तः आडजादीनाम् इति अङ्गकार्यम्. इनो यन् अपि अङ्गकार्यम्. इनो यन् परसूत्रम्, अतः किमर्थं न विप्रतिषेधपरं कार्यम् इत्यनेन गुणो यन् परत्वात् प्रथमं स्यात्. इनो यन् इति परसूत्रं वा? 6481 आडजादीनां 72 प्रथम स्यात् इ योगः अन् इणो यन् इत्यनेन यन् आदेशः इ योगः अन्. अधुना धातुः हलादि भवति. इणो यन् सूत्रं कार्यं करोति चेत् धातुः इकारः, इदानीम् इकारः नास्ति, यकारः अस्ति, हलादि भवति. अतः लुङ् लङ् लृङ्क्षु अड् उदातः इत्यनेन वा अडागमो न तु साधारणतया अडागमः भवति. लुङ् लङ् लृङ्क्षु उदातः अडागमः भवति. स अयम् इति रूपं भवितुं शक्यं, परन्तु अनिष्टं रूपमेव. आडागमः भवितव्यं, त तदा रूपम् अयन् स्यात् न तु आयन् किमर्थम् एवं न भवति इति चर्चा अर्थः अस्ति. तर्हि तत्र समस्या का अस्ति सर्वे अवगच्छन्ति वा? अत्र पठतु. अत्र आयोग अत्र ईयोगः लङ् इति अवस्थायां लुङ् लङ् लृङ्षु अडुदात्तः इति सूत्रमपि आगन्तुम् इच्छति, आड् आजादीनाम् इति सूत्रमपि आगन्तुम् इच्छति, इणोयण् अपि सूत्रम् आगन्तुम् इच्छति. तत्र लुङ् लङ् लृङ्षु सुदासु अडुदात्तः किं वदति? अट् आगमः भवति. आड् आजादीनां वदति आड् आगमः, इणोयण् वदति इकारस्थाने यकारः. तर्हि प्रथमं किं करणीयं? तर्हि प्रथमम् इनोयन् इति परसूत्रम् इति कारणात् इनोयन् भवितव्यम्. यदि इनोयन् भवति धातु यकार हलादि भवति न तु इकारः, तदा तस्मात् लुङ्लङ् लिङ्क्षु उड अडागम भवति, आडागम न भवितुं शक्यम्. तस्मात् अन्तिमरूपम् अयन् भविष्यति, तद् अनिष्टरूपम् एव अनिष्टमस्ति. तर्हि अत्र कोऽपि वक्तुं शक्नोति खलु, यथा महोदयः वदति परसूत्रत्वात् इनोयण् प्रथमं कार्यं करोति, अत्र इकारस्य स्थाने यकारः भवति, तदनन्तरं यकारादि अस्ति अतः अड् आगमः भूत्वा अयन् भवति. परन्तु एतादृशं सत्यं नास्ति. एतादृशं सत्यं किमर्थं नास्ति इति वयम् अग्रे पश्यामः. तर्हि अग्रे अत्र पठतु महोदय, अत्र वार्ता वार्ताम् एवं यत् लावस्थायाम् एव अट् आट् भवति, अतः आगमः प्रथमं कार्यं, लकारस्य एव आगमः अयं, लुङ् लङ् लृङ्षु अडागमः आडागमः च भवतः, अतः निमित्तं लकारः एव इति कारणतः इदं कार्यं प्रथमम्. अनन्तरं लकारस्य स्थाने तिङ् प्रत्ययादेशो भवति, तिङ् निमित्तकं कार्यं च. इणोयन् इत्यनेन इन् धातोः यन् आदेशः भवति अजादिप्रत्यये परे, इदं कार्यं प्रत्ययनिमित्तं किन्तु लुङ् लङ् लृङ्क्षु अड् उदातः आड् अजादीनाम् इत्यनयोः कार्यं लकारनिमित्तकं निमित्तम्, अतः सर्वप्रथमं लकारनिमित्तक आगमः. अत्र अड्डागमः वा आडागमः वा प्रथमं कार्यं लकारनिमित्तिककार्यं, परन्तु इनोयन् इति कार्यं प्रत्ययनिमित्तं, यदि अजादिप्रत्यये परे इनो इनो यन् आदेशः प्रत्ययनिमित्तिककार्यम्. अत्र प्रत्ययनिमित्तकार्यं प्रथमं कर्तव्यं वा लकारस्य लकारनिमित्तकार्यं कार्यं कर्तव्यं वा इति चर्चा. लकारनिमित्तकम् एव आगन्तुं शक्यं वा? अहं न जानामि. न जानाति. यदा कदापि क्रियापदस्य यदा तत्र क्रमः भवति तत्र सर्वप्रथमं किम् आगच्छति? लकारः आगच्छति खलु. लकारः आगच्छति. तर्हि कथमस्ति, सर्वदा क्रियापदस्य निर्माणस्य यत् यः क्रमः अस्ति तत् क्रमं पश्यतु. तर्हि सर्वप्रथमं धातुः अस्ति, तदनन्तरम् अस्माकं विवक्षा, मम विवक्षा अस्ति लङ् लकारे रूपं प्रथमपुरुष बहुवचने. तर्हि अहं तत्र किं करोमि? धातुयोगः लङ्. तर्हि अस्मिन् अवस्थायां लङ् इति प्रथमं प्रथमसोपानम् अस्ति लङ्, लङ् इति लकारः आगच्छति. इदानीं लङ् इति लकारः आगच्छति, अतः लकारस्य निमित्तेन यत्किमपि कार्यमस्ति तत् कार्यं प्रथमं भवति. तर्हि इदानीं किम् अस्ति? लङ् लुङ् लङ् लृङ् षु अड् उदात्तः अथवा आड् आजादीनाम् इति सूत्रं किं वदति? लुङ् लङ् अथवा लृङ् इति साक्षात् परे अस्ति चेत् अङ्गस्य आडागमः भवति. तर्हि अजादि अस्ति चेत् आडागमः, हलादि अस्ति चेत् अडागमः. तर्हि अत्र पश्यतु, ईयोगः लङ् सर्वप्रथमं प्रथमसोपानः अस्ति ईयोगः लङ्. इदानीं पर्यन्तं तिप्रत्ययः नास्ति, ईयोगः लङ्. ईयोगः लङ् मध्ये इदानीं किमस्ति ई योगः लङ् तर्हि न ई योगः लङ् मध्ये लङ् इति सूत्र लङ् इति यदस्ति लङ् इति क्षम्यतां लङ् इति लकारस्य निमित्तेन यत् कार्यमस्ति तत् कार्यं प्रथमं करणीयं तर्हि आडाजादीनाम् इति लकारनिमित्तम् अस्ति खलु तत्र लुङ् लुङ् लङ् लृङ्क्षु इति लिखितमस्ति न तु अजादिप्रत्ययनिमित्तम् अलादिप्रत्ययनिमित्तम् इति किमपि लिखितं नास्ति साक्षात् लकारनिमित्तम् अस्ति अतः प्रथमं तु लुङ् लकारनिमित्तम् अङ्गं कार्यं करणीयं लकारनिमित्तम् अङ्गं कार्यमस्ति आर् आगमः भवति अतः सर्वप्रथमं धातुयोगः लङ् तदनन्तरं द्वितीयसोपानमस्ति आड् आगमः आड् योगः धातुयोगः लङ् इदानीं लस्य सिप्तर्चि सिप्तस्थ इति सूत्रेण लकारस्य स्थाने प्रत्ययः आगच्छति अन् आ योगः ई योगः अन् इदानीम् एकवारं प्रत्ययः अस्ति तदनन्तरम् इनो यण् इति सूत्रं यत् अस्ति तत् प्रत्ययनिमित्तकं कार्यमस्ति तत् अजादिप्रत्ययः अस्ति चेत् अण् भवति तद् लकारनिमित्तं नास्ति अतः तस्य कार्यम् अनन्तरं भवति आण् आचादीनाम् इति सूत्रं लकारनिमित्तम् अस्ति लकारप्रथमसोपाने अस्ति अतः तस्य कार्यं प्रथमं भवति अतः प्रथमम् आडागमः भवति तदनन्तरं लकारस्य स्थाने यदा तिक्तर्चि तिक्तस्थ इति सूत्रम् आगच्छति तदनन्तरम् एकवारं प्रत्ययः आगच्छति तदनन्तरं प्रत्ययं निमित्तीकृत्य इणोयण् इति कार्यं भवति तद् अग्रे आगच्छति तर्हि क्रमेण गच्छति चेत् आडागमः प्रथमम् आगच्छति इणोयण् इति अनन्तरम् आगच्छति अतः सर्वप्रथमम् आडागमः करणीयः न तु प्रथमं यण् करणीयः तदनन्तरम् ओ इदानीं तु फलादि अस्ति अतः अडागमः करणीयः इति नास्ति अतः अस्माकं यत् क्रमः अस्ति लङ्लकारे सर्वप्रथमम् अस्ति आगमः अट् नो चेत् आट् इदा एतादृशं कार्यम् अस्माभिः लृट् लकारे अपि द्रष्टव्यं लृट् लकारे लृट् लकारः यदा अस्ति तत् अधिकरणप्रत्ययः किम् अस्ति कः अस्ति लृट् लकारस्य तर्हि तत्र सर्वप्रथमं धातुयोगः लृट् अस्ति तत्र सर्वप्रथमं धातुयोगः लृट् एष एतस्याम् अवस्थायाम् एव धातुयोगः स्य योगः लृट् भवति प्रत्ययस्य आगमनात् पूर्वमेव मध्ये स्य आगच्छति केन सूत्रेण कोऽपि अवगच्छति वा सूत्रं किमस्ति स्यतासि लृलुटो तर्हि अत्रापि पश्यतु स्यतासि लृलुटोः किं वदति लृ अथवा लृट् अथवा लृङ् लकारः परे अस्ति चेत् स्य आगच्छति धातोः अनन्तरं स्य आगच्छति अत्र अपि साक्षात् निमित्तं लृट् अथवा लृङ् लकारः अस्ति लकारः निमित्तम् अस्ति अतः तस्य कार्यं सर्वप्रथमं भवति अतः धातुयोगः लृट् साक्षात् अनन्तरं धातुयोगः स्य योगः लृट् तदनन्तरं लृट् स्थाने तिप्तर्जि तिप्तस्थ इति प्रत्यय आगच्छति तत्रापि समानम् अस्ति यत्र यत्र सूत्रे निमित्तं लकारः साक्षात् लकारः अस्ति न तु लकारस्थाने यः प्रत्ययः आगच्छति सः यत्र यत्र साक्षात् लकारः निमित्तम् अस्ति तर्हि क्रमे लकारनिमित्तं यत् कार्यमस्ति तत् प्रथमं करणीयम् अतः स्य प्रत्ययः प्रथमम् आगच्छति अत्र आडागमः प्रथमम् आगच्छति तर्हि अस्तु इदानीं वयम् अस्माकं प्रथमप्रश्नः तस्य निर्धारणं भवति प्रथमं यण् आगच्छति वा प्रथमम् आडागमः आगच्छति वा तर्हि प्रथमम् आडागमः इदानीं स्थितिः अस्ति आ योगः धातु योगः किं प्रत्ययः अन् तर्हि आयोगः ई योगः अन् तर्हि इदानीम् एतावत्पर्यन्तं सर्वे आगच्छन्ति वा क्रमः किमर्थं प्रथमम् आगमः आगच्छति प्रश्नः अस्ति वा कस्यापि अस्तु इदानीम् अग्रे चर्चा समाप्ता नास्ति अग्रे अरुणा महोदय पठतु एतद् दृष्ट्वा अपि अत्र अग्रे पठतु न एतद् दृष्ट्वा पुनः शङ्का आगच्छति प्राप्नोति वा? न महोदय, अत्र अत्र प्रश्नम् उदेति, तदनन्तरं तर्हि द्वितीयपक्षे एव अस्ति मम. तत्र हा अत्र प्रश्नम् उदेति तदनन्तरम् अत्र वार्ता तदनन्तरम् एतद् दृष्ट्वा अपि अस्ति खलु. मम समीपे नास्ति. अनन्तरं पठतु रघुपतिमहोदय, भवान् पठतु एतद् दृष्ट्वा अपि. हा महोदय, एतद् दृष्ट्वा अपि पुनः शङ्का आगच्छेत् यत् अस्तु आगमः लाभस्थायां भवतु नाम, किन्तु अडजादीनाम् इत्यस्य अपेक्षया इणोयण् परसूत्रम् अतः तस्य कारं प्रथमं स्यात्. अत्र कश्चन अतीवमहत्त्वपूर्णसिद्धान्तः आयाति, अनयोः द्वयोः मध्ये कोऽपि बाध्यबाधकभावो नास्ति. विप्रतिषेधे परं कार्यं कदा कार्यं करोति? समानकाले समानस्थले यदा द्वयोः सूत्रयोः मध्ये तुल्यबलविरोधः भवति तदानीं विप्रतिषेधे परं कार्यम् इति सूत्रस्य प्रसङ्गः आयाति. एकस्मिन् स्थले एकस्मिन् समये द्वयोः सूत्रयोः विरोधः. आडजादीनाम् इणोयण् इत्यनयोः कार्यकालः समाना न, कार्यस्थलमपि समानं न, अतः द्वयोः विरोधो नास्ति एव. अनेन कारणेन किं पूर्वसूत्रं किं परसूत्रम् इति वार्ता न आयाति. आडाजादीनाम् इति लावस्थायाम्, इणोयण् इति तिङ् अवस्थायां कालः भिन्नः, आडजादीनां च प्रथमम् इति अस्ति. अत्र आडजादीनाम् इति सूत्रमस्ति द्विसप्ततितमसूत्रमस्ति, इणोयण् इति एकाशीतिसूत्रमस्ति, चतुर्थपादे अस्ति, षष्ठाध्यायस्य. अतः अत्र वदति इणोयण् इति परसूत्रमस्ति इति कृत्वा किमर्थं तत्र कार्यं तस्य कार्यं प्रथमं स्यात् इति किमर्थं न भवति इति पृष्टे सति अत्र अनयोः मध्ये कोऽपि बाध्यबाधकभावः नास्ति इति वदति. विप्रतिषेधे परं कार्यं यदा कदा करोति इति चिन्तयामश्चेत् विप्रतिषेधे परं कार्यं भवति यदा समानकाले समानस्थले सूत्रद्वयस्य मध्ये तुल्यबलविरोधः भवति चेत् तदा एव विप्रतिषेधे परं कार्यं भवति इति अस्ति. अत्र समानकाले नास्ति, एतत्तु प्रथमं तु समानकाले नास्ति इति एकस्मिन् स्थले एकस्मिन् समये द्वयोः सूत्रयोः विरोधः. कार्यकालसमानः न इति अस्ति, कार्यस्थलमपि समानं न इति द्वयोः सूत्रयोः. किमर्थम् अडाजादीनमिति अत्र लावस्थायां भवति, इणोयण् इति अनन्तरं तिङ् प्रत्ययनिमित्तीकृत्य भवति तत्र. अतः अपि च कार्यमपि स्थलमपि भिन्नमस्ति, अडाजादीनम् अपि च इणोयण् इत्यस्य कार्यं भिन्नमस्ति, अतः तत्र तुल्यबलविरोधः नास्ति इति. अतः एव अडाजादीनम् इति प्रथमं करणीयम् इति वदति महोदय. तर्हि सर्वदा किमपि न चिन्तित्वा परसूत्रं परसूत्रं परसूत्रं कार्यं करोति इति नास्ति. परसूत्रं पूर्वसूत्रस्य अपेक्षया कार्यं कदा करोति? यदा विप्रतिषेधमस्ति, नाम तुल्यबलविरोधः. तुल्यबलविरोधः इत्युक्ते किम् इति सर्वदा प्रथमं तुल्यबलविरोधः अस्ति न वा इति द्रष्टव्यम्. तुल्यबलविरोधः अस्ति चेदेव परसूत्रं कार्यं करोति. तुल्यबलविरोधः नास्ति चेत् परसूत्रं किं पूर्वसूत्रं किं तस्य किमपि वार्ता एव नास्ति. तर्हि तुल्यबलविरोधः इत्युक्ते किम्? एकस्मिन् एव समये, एकस्मिन् एव काले, एकस्मिन् एव स्थले यदि विरोधः भवति तत्र तुल्यबलविरोधः इति उच्यते. नाम अत्र पश्यतु, अत्र आडाजादीनाम् इणोयण् इति वस्तुतः विरोधः एव नास्ति. प्रथमं तु तयोः कार्यसमयः भिन्नः अस्ति. आडाजादीनां तु लकारस्य यदा लकारः अस्ति तदा एव आगच्छति. इणोयण् तदा आगच्छति यदा प्रत्ययः आगच्छति. अतः इणोयण् तस्य कार्यकालं कालः तस्य कार्यकालं आडगदिनाम् इति सूत्रस्य अपेक्षया अनन्तरं भवति, तर्हि समानकालः नास्ति। तदनन्तरं स्थलमपि समानं नास्ति खलु। इनोयण् इति सूत्रस्य स्थलं किम् अस्ति? इकारः, इकारस्य स्थाने यकारः। आडगदिनाम् इति सूत्रस्य स्थलं तु इकारात् पूर्वम् अस्ति खलु, इकारात् पूर्वं, तर्हि स्थलम् अपि समानं नास्ति, समयः अपि समानः नास्ति। तर्हि किमर्थं विरोधः? विरोधः एव नास्ति, विरोधः नास्ति, अतः विप्रतिषेधपरं कार्यम् इति सूत्रस्य प्रसक्तिः नास्ति। अतः किं परसूत्रं किं पूर्वसूत्रम् इति किमपि नास्ति। यत् क्रमेण यत् सूत्र प्रथमम् आगच्छति, नाम क्रियापदस्य निर्माणे निर्माणक्रमे यत् सूत्रं प्रथमम् आगच्छति तस्य कार्यं प्रथमं करोतु। तर्हि आडगदिनम् इति सूत्रस्य समयः प्रथममस्ति, अतः तत् आडगदिनं प्रथमम् आगच्छति, तदनन्तरम् इनोयण् आगच्छति इति अस्ति। तर्हि अत्र वस्तुतः पूर्वपर तत्र किमपि तत्र वार्ता एव नास्ति, यतोहि तुल्यबलविरोधः एव नास्ति। सर्वदा जनाः तत्र भ्रमः कुर्वन्ति यत् सर्वदा परसूत्रं ओ परसूत्रं परसूत्रं तत्तु तदैव अस्ति यदा तुल्यबलविरोधः अस्ति। प्रथमं द्रष्टव्यं तुल्यबलविरोधः अस्ति वा, एकस्मिन्नेव स्थले एकस्मिन्नेव समये विरोधः भवति चेत् परसूत्रं कार्यं करोति, अन्यथा तस्य वार्ता एव तस्य नास्ति। अवगच्छन्ति वा सर्वे? तर्हि इदानीम् आडागमः एव भवति, अडागमः न भवति इति तु अस्माभिः पठितम्। तर्हि आ योगः इ योगः अन् इदानीम् एतावत्पर्यन्तं शङ्का नास्ति। तर्हि अस्माकं या शङ्का आसीत् यत् ओ यकारः आगच्छति अतः अडागमः करोतु इति तु नास्ति। किमर्थं नास्ति तदपि अस्माभिः पठितम्। अतः आ एव आगच्छति, आ योगः इ योगः अन्। अस्तु, इदानीम् अग्रे को अस्ति? मदनमहोदय पठतु। अरुणमहोदय प्राप्नोति वा? अपि च पठतु। एकवारं यदा आगमः आगतः तदा देयं यत् तस्य आगमस्य अनन्तरम् आगमनिमित्तं कार्यं यथा आतश्चात् साक्षात् भवेत् इति नास्ति। केवलम् आगमः भवति तदा सूत्रबलात् अग्रे कार्यस्य क्रमो भवति भवतु। तर्हि अधुना स्थितिः अस्ति एवं, वयं चर्चितवन्तः प्रथमम् आगमः आगच्छति, आगतानन्तरं तस्य कार्यं न कर्तुम् इति नियमः नास्ति। ततः आरागमत अनन्तरम् आतश्चेत् सूत्रे बुद्धिकार्यं साक्षात् भवेत् इति नियमः नास्ति। केवलम् आगमप्रथमं भवति अवस्थायां, तदनन्तरं सूत्रबलात् अग्रे कार्यस्य क्रम करणीयं भवतु। उदाहरणं वयं पठित वयं जानीमः, इ योगः लङ् लकारः अदाजादीनाम् इति आगमः आगच्छति, आयोगः हि योगः लङ्, प्रथमपुरुषबहुवचने तिङ् आदेशः जि, आयोगः इ योगः जि चो अन्तः इत्यनेन अन्त आदेशः, अन्ते इतश्च इत्यनेन नित् लकारस्य स्थाने यः परस्मैपद अश्व इकार अन्त तिं प्रत्यय तस्य अन्त इकारस्य लोपः, अन्त संयोगान्तस्य लोपः इत्यनेन पदान्ते संयोगस्य अन्तिमवर्णलोपः, आयोगः इ योगः अन् इति भवति। एतादृशः क्रमः अस्ति लिखितमस्ति अत्र, वस्तुतः सः एव क्रमः। प्रथमं लकारः, लकारस्य निमित्तेन आडागमः, आडागमः तदनन्तरं लकारस्य स्थाने तिङ् प्रत्ययः, तदनन्तरम् आयोगः इ योगः झि, तदनन्तरं झि स्थाने अन् भवति यथा लिखितमस्ति। तर्हि आयोगः इ योगः अन् इति एव क्रमेण यदि वयं गच्छामः तर्हि एतादृशी स्थितिः भवति आयोगः ईयोगः अन् अग्रे अत्र आटश्च इनोयन् च द्वयोः प्रसक्तिः आटश्च इत्यनेन आडागमात् अचिपरे पूर्वयोः वृद्धि एकादेशो भवति इनोयन् इत्यनेन इन् धातोः यण् आदेशः भवति अजादिप्रत्यये परे अत्र आयव ईयव अन् अस्ति चेत् अत्र सूत्रद्वयम् आगच्छति आटश्च इनोयन् प्रसक्ति अस्ति आटश्च सूत्रं वदति आगमात् अचिपरे पूर्वपरेः बुद्धि आगदेशः भवतु इति इन् इनोयन् सूत्रं वदति इन् धातोः यन् आदेशः भवति अजादिप्रत्ययपरे किं कार्यं प्रथमं कर्तव्यम् इति वयं चिन्तनीयं कृतवन्तः चत्वारि नियमाः अस्ति भवती किं चिन्तयति किं कार्यं प्रथमं भवति आङ्गकार्यं प्रथमं भवति ततः योगः अन् अस्ति अन् अस्ति अजादि अपि अजादिप्रत्ययः अस्ति ततः इनो यन् सूत्रमेव प्रथमं कार्यं करोति ई स्थाने यन् आगच्छति कया परिभाषया अङ्गकार्यं प्रथमं भवति पूर्वपरनित्यम् तत्तु भिन्नम् अस्ति अङ्गकार्यम् अस्ति वारणात् अङ्गं बलीयः तर्हि महोदय सत्यं वदति तत्र आयोगः ईयोगः अन् अस्ति इदानीम् एकस्मिन् एव समये आतश्च इति सूत्रस्य प्रसक्तिः अपि अस्ति इनोयण् इति सूत्रस्य अपि प्रसक्तिः अस्ति तर्हि सूत्रस्य प्रसक्तिः अस्ति तर्हि किं करणीयं तर्हि अत्र एकं तु अस्ति यदि आयोगः ई अस्ति चेत् प्रथमं भवति चेत् तस्य वृद्धिः भवति ई योगः अन् प्रथमं भवति चेत् इनोयन् इति सूत्रेण यण् भवति तर्हि प्रथमं किं करणीयं तर्हि अस्माकं प्रथमं तत्र अस्ति निवारणस्य तत्र तर्कः अस्ति यथा महोदया उक्तम् इनोयण् इति अङ्गकार्यमस्ति 6-4 मध्ये अस्ति खलु आटश्च इति सन्धिकार्यमस्ति 6-1 मध्ये अस्ति वर्णकार्यमस्ति तर्हि वर्णकार्यस्य अपेक्षया अङ्गकार्यं बलीयः अस्ति अतः अङ्गकार्यं प्रथमं भवति अतः आयोगः ईयोगः अन् मध्ये प्रथमम् ईयोगः अन् इति कृत्वा इनोयण् इति सूत्रम् अङ्गकार्यम् अस्ति अतः तस्य कार्यं प्रथमं भूत्वा ई स्थाने य भवति तर्हि आयोगः ईयोगः अन् तस्य भूत्वा आयोगः य योगः अन् तदनन्तरम् आयन् तर्हि परन्तु चिन्तयतु अरुणामहोदय यदि आयोगः ई प्रथमं भवति चेत् किं रूपं भवति ऐ भवति ऐ योगः अन् किं भवति आयन् भवति तत्रापि समानरूपं तदेव अहं वदामि आयोगः ई आटश्च अपि प्रथमं यदि वयं कुर्मः तर्हि आटश्च इति सूत्रेण वृद्धि भूत्वा ऐ योगः अन् तदनन्तरम् एचोयवायावः इति सूत्रेण आयन् इति भवति परं तदनन्तरम् आयोगः ई योगः अन् तदा प्रथमम् इनोयन् कुर्मः चेत् यन् आगच्छति आयोगः यन् आयन् इति भवति तर्हि वस्तुतः तत्र रूपं समानम् अस्ति तर्हि किमपि करोतु रूपं समानम् अस्ति परन्तु क्रमः तु क्रमः अस्ति there is only one correct order tatra even though result is the same there is only one correct order tatra tatra samyak kramah kah asti iti tasya gnanam tu bahu mahatvapurna asti tatra prashyatu ayogah iyogah an madhye yadi ayogah an kurmah tatra inoyan tasya prasakti kutra api na agacchati kevalam sandhi karyam asti ayogah iyogah an inoyan tasya prasakti hi nasti tatra अस्तु तत्र इनोयण् वस्तुतः नागच्छति चेदपि हानिः नास्ति यतोहि इनोयण् तस्य निरवकाशः न भवति सूत्रस्य अन्ये अपि इनोयण् तस्य प्रसक्तिः भवति यथा लोट् लकारे अस्ति, लट् लकारे अस्ति, तर्हि सूत्रस्य अनिरवकाशः न भवति. तर्हि वस्तुतः एतादृश बहु गाढ तत्र समस्या नास्ति, किमपि करोतु एकमेव रूपं भवति, परन्तु क्रमः क्रमः अस्ति, क्रमस्य सम्यक् क्रमः कः अस्ति तस्य ज्ञानं बहु महत्त्वपूर्णं. किमर्थं तस्य क्रमस्य ज्ञानस्य अत्र यद्यपि तत्र किमपि आवश्यकता नास्ति, परन्तु अन्यत्र तस्य आवश्यकता भवितुं शक्नोति. यत्र क्रमस्य पालनं न कुर्यामः चेत् असमीचीनं रूपं भवितुं शक्नोति. अतः क्रमः किम् अस्ति, कः अस्ति सम्यक् क्रमः, तस्य ज्ञानं महत्त्वपूर्णं, यद्यपि तत्र अत्र रूपे तस्य किमपि परिवर्तनं न दृश्यते, परन्तु क्रमः किं कः अस्ति तस्य ज्ञानं तु आवश्यकमस्ति. तस्य ज्ञानं न जानीमः चेत् अन्यस्मिन् स्थाने दोषः भवितुं शक्नोति. अस्तु, इदानीं प्रश्नः आगच्छति. इणोयण् प्रथमं कार्यं करोति आटश्च, तर्हि एकं तु अस्ति वारणादङ्गं बलीयः इति सूत्रेण अङ्गकार्यं प्रथमं भवति, इणोयण् प्रथमम् आगच्छति, तदनन्तरम् आटश्च भवति, रूपं भवति आयम्. अन्ये अपि अत्र तर्काः सन्ति, ते तर्काः के सन्ति, तर्कद्वयमस्ति वस्तुतः, वयम् अग्रे पठामः इदानीं. अस्तु महोदय, वारणादङ्गं बलीयः इति सूत्रं पठितं वा? प्रथमं तु वारणादङ्गं बलीयः सूत्रं नास्ति, परिभाषा अस्ति. अस्माभिः तत्र यथा अस्माकं अस्ति खलु तत्र पाठ किमस्ति एक तत्र अस्माकं पाठः अस्ति खलु तत्र एकस् तत्र सूत्रद्वयस्य प्रसक्तिः अस्ति चेत् किं करणीयं, तुल्यबलविरोधः अथवा अस्माकं पाठः अस्ति चेत् तत्र पाठस्य नाम किम् आसीत्? सूत्राणां बलानां बलम् इति पाठे अस्माभिः वर्णानन्दं बलीयः पठितं पुनः पठतु. पठितं वा? तत्र वारणादङ्गं बलीयम् इति परिभाषा अस्ति, सूत्रं नास्ति. अस्तु, तर्हि इदानीम् अग्रे गच्छामः. तत्र अन्यतर्कः कः अस्ति इति अपि वयं पश्यामः. तर्हि अत्र कः अस्ति, विधि महोदय पठतु अग्रे. अस्ति वा? अपि च एकवारं किल भवति? न यथा पूर्वं अपि च एकवारं समाप्तं खलु, तदनन्तरं अत्र यथा पूर्वम् अत्रापि तुल्यविरोधः नास्ति, यतोहि कार्यस्थलं भिन्नम्. आटश्च इत्यस्य आयोगः इ इति स्थलम्, इणो यण् इत्यस्य ईयोगः अन् इति स्थलं. ध्येयं यत् समानस्थले कार्यं न जायमानं, समानकाले किन्तु समानस्थले न. अतः अन्यत्रान्यत्र लब्ध अवकाशयोः एकत्र प्राप्तिस्तुल्यबलविरोधः इत्यनेन तुल्यबलविरोधो न भवति. अपि च समानस्थल अभावात् अपवादस्य प्रश्नः न उदेति. कार्यस्थलं समानं नास्ति चेत् अपवादस्य अवकाशो नास्ति, तदर्थं न तुल्यबलविरोधः न वा अपवादभूतत्वं. तर्हि अत्र पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बल्यः इति परिभाषाया साक्षात् निर्णयः कर्तुं न शक्यते. अत्र किम् अस्ति चेत् चर्चा नाटकल् अप्लिकेबल् इति वदति वा महोदय? किम् इत्युक्ते अत्र समानकालं समानस्थलम् इति अस्ति चेत् एव अन्यत्र अन्यत्र लब्ध अवकाशो एकत्र प्राप्ति तुल्यबलम् इति प्रसक्तिः अस्ति अत्र तु तुल्यबलविरोधः विरोधः इत्यस्य प्रसङ्गः अपि नास्ति. किमित्युक्ते आटश्च इति सूत्रस्य सन्दर्भः अस्ति आयोगः इति स्थले, अपि च इनो यन् इत्यस्य सूत्रस्य प्रसक्तिः अस्ति ई योगः अन् इति स्थले. स्थलद्वयं स्तः स्थलत्रयम् अस्ति अत्र, समानस्थलं नास्ति प्रथमतया. तदनन्तरं समानस्थले कार्यं न जायमानम् अस्तु. तदनन्तरं समानकाले किन्तु समानस्थले न, समानकाले प्रसक्तिः अस्ति न तु समानस्थले, भिन्नस्थलम् अस्ति. अतः एतत् अन्यत् तुल्यबलविरोधः इत्यपि नास्ति. समानस्थ अभावात् अपवादस्य प्रश्नः न उदेत्य, समान स्थलम् अस्ति चेत् एव अपवादः इत्यस्य प्रसक्तिः उदेति, प्रश्नः उदेति. अत्र तु नास्ति, कार्यस्थलं समानं नास्ति अतः अपवादस्य अवकाशः अपि नास्ति. दट् इस् तुल्यबलविरोधः न वा अपवाद, तुल्यबलविरोधः अपि च अपवादभूतत्वम् इति उभौ नास्ति किल. तर्हि अत्र पूर्वपरनिमित्त इत्यादीनां सूत्रस्य प्रसक्तिः अपि नास्ति. पूर्वसूत्रं वा परसूत्रं वा नित्यं वा इति चर्चा न करणीया. किमित्युक्ते अत्र प्रसक्तिः अपि नास्ति, तुल्यबलविरोधः नास्ति इति चेत् अत्र चर्चा अपि न उदेति महोदय. सत्यं, सम्यक्. तर्हि अत्र अपवादः तु नास्ति, इनोयन् अत्र कार्यं न करोति चेत् अन्यत्र तस्य प्रसक्तिः अस्ति, आटश्च अपि तस्य अपवादः कुत्रापि नास्ति, सूत्र निरवकाशः न भवति. तुल्यबलविरोधः अपि अत्र मम मम किञ्चित् तत्र अहं भिन्नरूपेण चिन्तयामि. वस्तुतः बलं कार्यसमानं समानम् अस्ति, समयः कालं समानम् अस्ति, स्थलम् अहं चिन्तयामि समानमेव अस्ति. यतोहि आटश्च इति आयोगः ई अस्ति, इनोयन् तस्य स्थलवस्तुतः ई अस्ति खलु, अन् केवलं निमित्तम् अस्ति. तर्हि तत्र तत्र स्थलं समानं नास्ति चेत् तु तत्र तुल्यबलविरोधः एव नास्ति यथा महोदय उक्तं महोदय. परन्तु समानम् अस्ति चेदपि तत्र वस्तुतः सूत्रं तु अस्ति इनोयन्, परन्तु तुल्यबलविरोधः यदि अस्ति, यदि वयं वदामः तुल्यबलविरोधः अस्ति, तत्रापि पूर्वपर नित्यन्तरङ्ग अपवादः बलीयः इति सूत्रम् इति परिभाषा कार्यं न करोति. किमर्थं चेत् अन्य एक शास्त्रीयकार्यमस्ति यस्य महत्त्वम् अधिकमस्ति, तद्वयम् अग्रे पठामः. तदस्ति, केवलं वदामि, प्रतिपदोक्तमस्ति चेत् तस्य प्रथमं कार्यं भवति. प्रतिपदोक्तम् इत्युक्ते किम्? किमपि सूत्रे यदि साक्षात् कोऽपि शब्दः, कोऽपि पदं, कोऽपि धातुः लिखितमस्ति चेत् तस्य कार्यं प्रथमं भवति. तर्हि आतश्च इति सूत्रं किम् अस्ति? आतश्च इति सूत्रं सामान्यसूत्रम् अस्ति. आकारः अस्ति चेत् अन्ते सन्धि करोतु. इनोयन् इति सूत्रं केवलम् इन् धातु कृते स्पेसिफिकलि अस्ति खलु. यत्र यत्र स्पेसिफिकलि विशेषतया किमपि उक्तमस्ति सूत्रे, तस्य कार्यं प्रथमं भवति. तद्वयम् अग्रे पठामः. तर्हि तत्र पूर्वपरयोः नित्यान्तरङ्गबलीयः इति सूत्रेण पूर्वसूत्रमस्ति, परसूत्रमस्ति, किमपि अस्ति चेत्, प्रतिपदोक्त अस्ति चेत्, प्रतिपदोक्त नाम साक्षात् नाम नाम गृहीत्वा लिखितमस्ति चेत् तस्य अतः इनोयन् तस्य कार्यं प्रथमं भवति, तदनन्तरम् आटश्च आगच्छति. तत् प्रतिपदोक्तं किमर्थं महत्त्वमस्ति तस्य, तत् अग्रे वयं पठामः. इदानीं समयः समाप्तः, अतः विरमामः. धन्यवादः धन्यवादः.